नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति पाठः प्रवर्तते। तत्र तु प्रथमम् आसीत् आकारान्तधातवः इति, वा इति सामान्य आकारान्तधातुः, तत्र वा इति द्वित्वं कृत्वा रूपम् अभवत्। तत्र हलादिपित्सु सामान्यतया किमपि कार्यं नास्ति, किमर्थम् इत्युक्ते अन्ते तु गुणवर्णः इति इक्वर्णः किमपि नास्ति, अतः केवलं वर्णमेलनमेव वावाति इति। अजादिपित् अस्ति चेत् तत्र सन्धिकार्यं भवति, वावा योगः आनी, तत्र सन्धिः भूत्वा वावानि इति भवति। हलादि अपित्सु ही हल्यगोः इति सूत्रम्, अनेन अकारस्य आकारस्य स्थाने ईकारादेशः वावीतः। अजादि अपित् अस्ति चेत् श्नाभ्यस्तयोरातः, सामान्य आकारान्तेषु ईहल्यगोः श्नाभ्यस्तयोरातः इति सूत्रद्वयस्य कार्यं भवति। समीचीनम्। तदा यदा तत्र विशेष आकारान्तधातुः, यदा अस्माकं भूसंज्ञकधातुः अस्ति चेत् धा धातुः, धाधा दादा ग्वदाप् इत्यनेन गूसंज्ञा अभवत् तस्य, अतः तत्र हलादि अपित्सु श्नाभ्यस्तयोरातः यदा वा धातोः, व्या धातोः तु ई हल्यगोः अभवत्, परन्तु अत्र हलादि अपित्सु श्नाभ्यस्तयोरातः इत्यनेन आकारत्वम्, अजादि अपित्सु यदा पूर्वं श्नाभ्यस्तयोरातः, हलादिपित् अजादिपित् तत्र विशेषकार्यं किमपि नास्ति। इतोपि एकं सूत्रं तत्र स्मर्तव्यम्, आकारान्तेषु प्रत्यये परे उस्य पदान्तात् इत्यनेन पररूपं भवति। अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति। आत् गुणः इत्यस्य अपवादः, अतः अवा योगः उहु इति भवति चेत् तत्र पररूपम् अवुहु, तस्य एव वयं अपवादं जुसि च इति दृष्टवन्तः, यदा नेनी कृतवन्तः तस्मिन् समये दृष्टवन्तः, परन्तु अत्र तु अपदान्तात् अकारात् उसि परे पूर्वपरयोः पररूपम् एकादेशः भवति इति तत्र विशेषसूत्रम् अस्ति। एतावदेव आकारान्तविषये। आकारान्तधातोः तत्र सूत्रद्वयं, ग्वसोरे द्वाभ्यासलोपश्च 64119, तत्र कीपरे भूसंज्ञकधातोः अस् धातोः स्थाने एकारादेशः भवति, अभ्यासः अस्ति चेत् तस्य लोपः भवति, अतः एव देहि इति रूपं यत्र कुत्रापि वयं पश्यामः चेत् एतत् सूत्रं स्मरन्तु, ग्वसोरे दभ्यासलोपश्च, तत्र कीपरे भूसंज्ञकधातुः अथवा अभ्यास भूसंज्ञकधातुः अथवा अस् धातोः एकारादेशः भवति, अभ्यासः अस्ति चेत् तस्य लोपः, अतः एव दादायोगः हि देहि इति रूपः। अनन्तरं तत्र ददस्ततोश्च इति सूत्रं, तत्र द्वित्वकृतस्य जषन्तधाञ् धातोः बशो बश् स्यात् स्वोः, तत्र दधा योगः तः श्नाभ्यस्तयोरातः अकारलोपः, धाद् योगः तः, दधस्ततोश्च इत्यनेन ध स्थाने ध, धाद् तः करी च धा थः इति भवति। आकारान्तधातुः तत्र वर्गद्वयं, सामान्य आकारः, विशेष आकारः। विशेष आकारः तु भूसंज्ञकः, श्राव्यस्तयोरातः एव भवति, ईहल्यगोः न भवति। अनन्तरं तत्र देहि इति रूपस्य तु ग्वसोरे द्वा अभ्यासलोपश्च इत्यनेन एत्वं भवति, अभ्यासस्य लोपः भवति। ददस्ततोश्च इत्यनेन बष्भावः सकारदखा प्रत्यये परे, अतः तत्र धाक्थः इति रूपं भवति। अग्रिममस्ति ज्या इति धातुः, तदपि आकारान्तधातुः एव। तत्र किं वैशिष्ट्यम् इत्युक्ते तत्र सम्प्रसारणं भवति, सम्प्रसारिणी धातुः, अतः सम्प्रसारणं भवति। फलादि अपित्सु ग्रहीज्या इत्यनेन सम्प्रसारणं, फलः इत्यनेन दीर्घः, जाजीतः जाज्या योगः सः जाजीतः इति भवति. अजादि अपित्सु तत्र एरनेकाचो संयोगपूर्वस्य इति सूत्रेण तत्र यण् किल जाज्या योगः अथि जाजी योगः अति जाच्यति तत्र ईकारस्य यण् इति आदेशः भवति. तदेव वैशिष्ट्यम् एरणेकाचो पूर्वं यदा वयं धा धातोः अथवा वा धातोः विषये तु न भवति. अत्र सम्प्रसारणं भवति अनन्तरं दीर्घत्वं हलः इत्यनेन भवति. तत्र इदानीम् ईकारान्तमङ्गं जाजी योगः अति अतः तत्र एरणेकाचो इत्यस्य प्रसक्तिः संयोगपूर्वः अस्ति अनेकाचस्ति अतः अरे एरणेकाचो संयोगपूर्वस्य इत्यनेन यण् विधीयते. एतावत् स्पष्टमस्ति वा? आं भगिनि. सो अग्रिममेव आसीत् असंयोगपूर्व इकारान्त ईकारान्त दातवः. तत्र मे इदानीं साक्षात् असंयोगपूर्व यदा वयं जा धातुः सम्प्रसारणं हलः कृत्वा ईकारान्तः अभवत् इदानीम् असंयोगपूर्व इकारान्त ईकारान्त धातुः तत्र नेनि इति कृतवन्तः. इदानीं भी भेभि तद् कुर्मः अद्य तत्र हलादिपित्सु गुणः भवति ईकारान्तः अतः गुणः अवश्यं भवति एव. अजादिपित्सु गुणः भवति अनन्तरम् एचोयवायावः. हलादि अपित्सु गुणनिषेधः अजादि अपित्सु गुणनिषेधः परन्तु असंयोगपूर्व अनेकाच धातुः इति कृत्वा एरनेकाच संयोगपूर्वस्य इत्यनेन गुणः. तत्र इतोपि एकमेव स्मरणे भवतु तत्र जुसि च इत्यस्य इत्यनेन अजादि जुसि परे इगन्धस्य अङ्गस्य गुणः भवति. पूर्वं वयं तद् किम् आसीत् उदोष्ट्यपूर्वस्य एव आसीत् किल सूक्तमासीत् एकनिमिषम् तदेव उक्तवती उस्यपदान्तात् उस्यपदान्तात् इति पररूपम् आसीत् तत्र अपदान्तात् अकारात् उसि प्रत्यये परे इदानीम् अकारान्तं नास्ति ईकारान्तमस्ति तत्र जुसि च इत्यस्य प्रसक्तिः. अजादौ जुसि परे इगन्तस्य अङ्गस्य गुणः भवति इदानीम् इगन्तम् अङ्गम् अतः गुणः भवति. अस्तु भगिनी भवती एव लटि वदतु अनन्तरं विजया भगिनी वदतु. प्रयत्नं करोमि भगिनि. बि इति धातु भि इति धातु बे भि इति अङ्गं बे भि इति अङ्गं कथं सिद्ध्यते बि भि भि अनन्तरं तत् भकारः बकारः भवति अभ्यासे चर्चा वा अभ्यासे चर्चा अनन्तरम् एकारः भवति गुणः भवति गुण वाट् इस् इट् यङ्गो गुणः सम्थिङ्ग् लैक् देट् गुणो यङ्ग्लुकोः गुणो यङ्ग्लुकोः इत्यनेन अभ्यासस्य गुणः भवति बे भि इति अङ्गं सिद्ध्यति. प्रथमं लटीरूपं तीतः ती ईति ती अपि ईति अपि हलादि पित् अस्ति हलादि पित् स्थनेन गुणः भवति बेभि इति बि अन्तिम ईकारस्य गुणः भवति बेभि ति इति भवति. अनन्तरं बेभि योगः ईति तदपि गुणः भवति पित् अपि भवति ईति इति कृते बेभि योगः योगः ईति एकारः योगः इकार इति ऐ आदेशः भवति एचो अयवायावः. बे बे बे नु बे भ बेभ ईति यकार ईकारः भवति एव ईति सत्यं. देन् अनन्तरं ती तः तः इति अपित् प्रत्ययः अपित् प्रत्ययः इत्यनेन गुणनिषेधः भवति. गुणनिषेधः इत्यनेन बे भीयोगः तः बे भीतः इति भवति. इतितः तेन अति अति अति अदभ्यस्तात् अदभ्यस्तात् इत्यनेन अति इति भवति. अन्ति नास्ति अभ्यस्तधातु अत एव. ओके नेनी योगः नाट् नेनी बेभी योगः अति बेभी योगः अति इति कृते अत्र एव गुणनिषेधः भवति. आम् यण् आदेशः भवति एकनेकाच् असंयोगपूर्वस्य इत्यनेन. एः ईकारान्तदातु अनेक अच् अस्ति बे भि इति अनेक द्वयोः अच् अस्ति अच् द्वयम् अस्ति असंयोगपूर्व असंयोगपूर्वः अस्ति अति अति अचि अस्ति. सो अचिष्णुधातु ब्रुवामि इति बाधित्वा एरनेकाच् असंयोगपूर्वस्य इति कार्यं भवति. तत् कार्यं यण्सन्धि अस्ति बेभी योगः अति बे बेब् यति इति भवति बेभ्यति बेभ्यति. अस्तु भगिन् तितः अति असि सि ईसि सिषि देन् बेबी योगः सि गुणः भवति बे बे भे योगः सि आदेशप्रत्ययोः बे बे षि इति भवति. तदा एव ईषि अपि गुणः भवति बे भे योगः ईषि बे बे योगः ईषि एचो अयवायावः बे बे ब बे ईषि बेब बेब ईषि बेब ईषि इति भवति. सि ईषि देन् तः सि तः तः अन्त तहत द्वयोपि अजादि नाट् अजादि हलादि अपित् हलादि अपित् गुणनिषेधः भवति. बेबी बेभी योगः तः बेभीतः बेबी योगः त थ बेभी यो बेभीथ इति भवति. मी ईमि द्वयोः अपि पित् प्रत्ययः बेभी योगः मी बे बे भी बे भे मी देन् बे बे बे भ ईमि इति भवति. देन् वह मह द्वयोः अपि हलादि अपित् बे भी वह बे भी मह इति भवति. धन्यवादः भगिनि. धन्यवादः विजया भगिनी. लोट् करोति वा? अभवत् वा भगिनि भवत्याः फोन्? अस्ति वा विजया भगिनी? तस्याः फोन् मध्ये किमपि क्लेशः इति उक्तवती महोदय. अन्म्यूट् अभवत् वा? अत्र कुत्र स्मः? लोट् लकारः तत्र यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि अष्टमकरपत्रं तत्र प्रथमपुटे एव प्रत्ययाः दत्ताः. नूतनकरपत्रं वा महोदय? नूतनं नास्ति पी डि एफ् मध्ये पेज् नम्बर् 4 नी नेनि वि बेबि नम्बर् 4 पेज् नम्बर् 4 असंयोगपूर्वाः इकारान्त च दातवः. आम् आम् महोदय, मम सङ्गणकं तु viruses deducted, it's showing only half of the page. And tatsu bahu kleshaya kim second system, it's what is it, that mouse is not working, the cursor is not coming, so I just left this one and open the new one, it is also not mouse is not working, so my husband is on another call. If I can ask him, means he is in talking with a business call. Asu mahode idani kim karaniyam asayoga purvaha ikarantah cha datavah atre ni iti baby atre ni iti sarvadhatuka ardhadhatuka yoga iti nena gunaka bhutva ne bhavati neni iti bhavati va mahode. या तत् तु उषा भगिन्या कृतम्. इदानीं लोट् वक्तव्यं हे हि इति द्वितीयं हि धातुः नी अभवत् हि धातुः लोट् लकाररूपम् पूर्णतया वक्तव्यं वा महोदय? केवलं लोट् एव वक्तव्यं, लट् भगिन्या उक्तम् इदानीमेव. तत्र प्रथमपुटे यदा पश्यति चेत् तत्र प्रत्ययाः दत्ताः, तु ईतु तात् ताम् अतु ईता तं त आनी आव आम बेबी योगः तु बेबी अत्र वि धातुः प्रथमम् अत्र अभ्यासचर्चे इत्यनेन चतुर्थवर्णस्य स्थाने तृतीयवर्णः भवति खलु महोदय? अनन्तरम् अत्र तु अस्ति बिबेतु इति बिबेतु इति भवति वा महोदय? बिबेतु इति बेबी योगः तु तत्र हलादि कृत्वा अजादि कृत्वा तत्र द्रष्टव्यम्, अनन्तरं तत्र कार्यं वक्तव्यं. सेकेण्ड् सिस्टम् आफ़् गट् इन्फेक्टेड्. Okay, one minute. The cursor is not working here. In this system, cursor is not working. I just put it inside, it's also not working. Let me be here, Mahode. I'm just to get a little bit tensed. Both the systems got affected. I have to give a call. Let me hear, Mahode. Okay. उषा भगिनी भवती एव वदति वा लोट् वदतु, अनन्तरं अस्तु भगिनि. लोट् लकारः तु ईतु पित् प्रत्ययः, तु ईतु अपि च तात् इति अपित् प्रत्ययः, बेभी इति अङ्गं, बेभी इति अङ्गं, हलादि this is halati pitta tu and itu. Okay, gunah bhavati sarvadhatuka ardhadhatukayoh ityanena gunah bhavati tu be bhetu iti bhavati itu itu be bhe gunah bhavati anantaram echo ayavayavah be be bha बेभ ईतु यकार ईकारः तु तु बेभ ईतु इति भवति. अनन्तरं तात् तात् इति हलादि अपित् प्रत्ययः, हलादि अपित् इत्यनेन गुणकार्यं नास्ति, अपित् इत्यनेन गुणनिषेधः, बेबीयोगः तात् बेबी तात् इति भवति. अनन्तरं तु तात् अन्तु ताम् अन्तु ताम् अतु खलु भगिनी ताम् ताम् गुणनिषेधः भवति अपि प्रत्ययः बे भी ताम् अनन्तरम् अतु इति भवति अतु इति अपित् प्रत्ययः अपित् प्रत्ययः इत्यनेन अपित् प्रत्ययः बट् अजादि अजादि इत्यनेन अचिष्णुधातुभ्रुवां बाधित्वा एरनेकाच् असंयोगपूर्वस्य एरनेकाच् असंयोगपूर्वस्य इति सूत्रेण यण् आदेशः भवति यण्सन्धि भवति यण्सन्धि भवति इत्यनेन बे बे बे बकारः ईकारस्य स्थाने यकार आदेशः भवति यतु बेभ्यतु इति भवति देन् हि लोट्लकार हि अण्ड् तात् हि तात् द्वयोः प्रत्ययोः अपि अपित् प्रत्ययः हलादि अपित् हलादि अपित् इत्यनेन अपित् इत्यनेन गुणनिषेधः गुणनिषेधः इत्यनेन योजनमेव बेबी हि बेबी हि बेबी तात् देन् तु ताम् अन्तु नो चेत् तं त तं बेबीतम् एव गुणनिषेधः इत्यनेन बेबीतं बेबीत इति भवति मध्यमपुरुष एकवचनं देन् तु ताम् अन्तु नो चिन्तां त आनि आनि आव आम आनि आव आम इति आनि आव आम अजादि अजादि परन्तु पित् प्रत्ययः इत्यनेन गुणः भवति बेभी इति बे भे इति भवति भे इति भवति बे योगः आनि बे भे एचो अयवायावः बेब बेबयानि इति भवति बे भ यानि बे भ याव भेब याम इति भवति सम्यक् बेबयानि बेबयाव बेबयाम रूपाणि सम्यक् अनन्तरं लङ् वदतु लङ् अहं प्रयत्नं करोमि महोदय अस्तु वदतु लङ् अत्र इत् ताम् अन्न अनन्तरं ताम् अन्न अनन्तरं उहु इति प्रत्ययः गोयिङ्ग् अण्ड् कमिङ्ग् गोयिङ्ग् अण्ड् कमिङ्ग् श्रूयते खलु महोदय आं श्रूयते एव इत् ईत् ताम् उहु ताम् अन्न उहु उहु अस्तु अनन्तरम् इस् तं त अम् अम् अम् व म तावदेव अत्र सर्वत्र लुङ् लङ् लृञ्च अडदातः इत्यनेन अडागमः भवति अनन्तरम् अत्र अत्र किमस्ति अत्र इदानीम् अभ्यासचर्चा इत्यनेन चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति खलु महोदय बि इति अनन्तरं एतत्तु श्लौ अस्ति किम् अस्ति श्लौ इत्युक्ते अत्र एतत्तु श्लौ द्वित्वं भवति अतः अत्र प्रथमं प्रथमं ह्रस्वः भवति अतः तत्र बि ह्रस्वः भवति बि बि इति भवति खलु महोदय अनन्तरं अनन्तरं एतत्तु इत् किमस्ति अत्र गुणः भवति गुणः भवति अतः तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र अत्र गुणः भवति खलु महोदय दीर्घ ईकारस्य स्थाने गुणः भूत्वा अभि बे इति भवति अनन्तरम् अत्र तकारयोजनेन अभि बेत् इति भवति अभे अभे बेत् किं महोदय? गुणः यङ् लुकोहो इत्यनेन बि अपि भे अभवत्. அதுல பாருங்க, அதுல கூட ஏதோ ஒண்ணு வந்து வேரியேஷன் கீழே வந்திருக்கு பாருங்க மகோதய. அத்த அபி பேத் இது பவதி கலு மகோதய, ஸ்ரூயதே வா கட்டாயிச்சு இது ஏன்னா மொபைல் ஸ்ரூயதே பகினி ஸ்ரூயதே ஸ்ரூயதே மொபைல் இஸ் ஹேவிங் ப்ராப்ளம் அண்ணா. மை சிஸ்டம் இஸ் ஹேவ் கனெக்டட் வித் மை மொபைல் so it's also having problem. நீங்க வந்து சரிங்க அவனுக்கு ஃபோன் பண்ணுங்க, நாளைக்கு காலைல ஃபர்ஸ்ட் வர சொல்லுங்க. ரெண்டு சிஸ்டமே அஃபெக்ட் ஆயிட்டு மொபைல் வேற பாத்துக்கிட்டேன்னு சொல்லுங்க மகோதய. அனந்தரம் கிம் அஸ்தி அத்ர அத்ர தாம் அஸ்தி தாம் தாதிருஷமேவ பவதி கலு மகோதய. அத்ர அபி அபி அபி அபி அபி பேதாம் இது பவதி வா மகோதய. அபி பேதாம் तामपि अत्र न गुणनिषेधः भवति, गुणनिषेधः भवति अत्र. अतः तत्र बि तदेव तिष्ठति. अभि बि अभि बि ताम् इति भवति खलु महोदय? सत्यम्. अभि बि ताम् इति भवति. अनन्तरम् अत्र युः युः अस्ति तत्र जुसी च इत्यनेन गुणः अभवत्. ओ जुसी च इत्यनेन गुणः भवति अतः तत्र अत्र गुणः भवति अतः तत्र अभिभे भवति. अनन्तरं जुसिच इत्यनेन अत्र जकारः चुटु इत्यनेन अपगच्छति, अनन्तरम् ऊस्येव तिष्ठति जुसिच. अनन्तरम् अत्र किं महोदय अभि गुणः भवति चेत् तत्र अभिभे अभे भे इति भवति एकारः भवति. अनन्तरम् एकारस्य स्थाने अयादेशः भवति एचो एव यावः इत्यनेन. अतः तत्र अभिबै अभिबै अनन्तरम् उहु इति अस्ति जुस्थाने. एतत् योजनेन अभिबयः भवति वा महोदय? अभिबयः अभिबयुः अभिबयुः अभिबयुः अत्र अनन्तरं भे भेद बी नास्ति भे अभे भयुः. आम् आं गुणः भवति अतः अभिबे अभिबेयुः. समीचीनं वा? अभे भयुः वयु वयुः अत्र एषो यव यावः इत्यनेन भय भवति. उः योजनेन अभिवयुः इति भवति. अनन्तरम् अत्र सकारः अस्ति. सकारः अत्र अत्रापि एतत् किम् अस्ति पित् अस्ति अतः गुणः भवति. अभिबे भवति अनन्तरम् अभिबे सकारस्य स्थाने ऋत्वविसर्गो इत्यनेन अभिबेहे इति भवति. अभिबेहे अनन्तरं तं योजनेन पूर्वमेव दृष्टवन्तः अभिभितम् इति भवति. अनन्तरं त अस्ति अभि अभिभीत इति अस्ति खलु महोदय? अभिभीत अभेभीत अत्र गुणः नास्ति अतः भीत तदेव तिष्ठति अभिभीत इति भवति. अनन्तरम् अत्र अं व म इति अस्ति. अत्र इदानीं किम् अस्ति अत्र गुणः भवति अतः तत्र अभिबे भवति. अनन्तरम् एकारस्य स्थाने अयादेशः भूत्वा अभिबै भवति. अं योजनेन अभिभयम् इति भवति खलु महोदय? अभिभयम् अभिभयं खलु महोदय? बेस्थाने एषो यव यावः इत्यनेन अयादेशः भूत्वा तत्र किल भगिनि तत्र भ द्वयम् अस्ति किल द्वित्वं प्रथम भ तद् तु एकारः श्रूयते तत्र गुणोयङ्लुपोः इत्यनेन ए अभवत् अल्पप्राणस्य, महाप्राणः एव ईकारः अस्ति, अतः सर्वत्र बेबी बेबी इत्येव आगच्छति. तत्र गुणः यदा वयं कुर्मः भे भे इति अभवत्, भे भे योगः अम् तावदेव. अभि भयम् इति रूपम् एकम्, अनन्तरं तावदेव एकमेव रूपम् उत्तमपुरुष अभि भयम् इति भवति. आम् अनन्तरम् अत्र वम अस्ति, अभि ह्रस्वः भूत्वा अभिव दीर्घः भूत्वा रूपद्वयं भवति, दीर्घः भूत्वा अभि अभि भीव अभि भीम अभि भीम इति भवति. तावदेव रूपद्वयं रूपद्वयम् अत्र न एकमेव रूपम् इदानीं लङ्लकारः किल एकमेव रूपमस्ति, तत्र रूपद्वयं नास्ति. अत्र अभ्यासचर्च इत्यनेन ह्रस्वः भूत्वा अभि अभिबीव अभिबी अभिबीव अभिभीम खलु महोदय, तावदेव भे भीव अभे भीम. अभे किमर्थं? गुणो यङ् लुकोः, यङ् पाठे स्मः किल गुणो यङ् लुकोः इत्यनेन गुणः जातः तत् सर्वत्र, अतः भे भी इति अभवत् धातुः. अभ्यास अभ्यासकार्ये एव गुणः अभवत्. अतः भेभी इति तत्र अङ्गं, यदा भेभी इति नूतनधातुः जातः अनन्तरमेव कार्यं वयं कुर्मः. एकमेव गुणवृद्धिः कार्यं न भवति वा महोदय? इको गुणवृद्धिः, इको गुणवृद्धिः इति परिभाषासूत्रमेव किल. तद् गुणो यङ् लुकि अस्तु. आम् आम् महोदय, एतत् गुणो यङ् लुकन्तदातुः अतः. अस्तु महोदय, धन्यवादः. धन्यवादः. धन्यवादः. रघुपतिमहोदय विधिलिङ्ग् वदति वा भेबी इति दातुः? भगिनि अहं बहिः अस्मि, अहम् अद्य शृणोमि भगिनि इदानीमपि. अस्तु नास्ति, नास्ति चिन्ता महोदय. आम् उषा भगिनी तत्र वदति वा? आं भगिनि, आम् भेभी इति नूतनधातु, विधिलिङ्ग् प्रत्ययाः सर्वे सर्वे हलादि हलादि अपित् यात् यातां युः, याः यातं यात यां यावयाम, हलादि अपित् प्रत्ययः गुणः नास्ति. भेभी इति धातु गुणः नास्ति इत्यनेन योजनमेव. भेभी यात् भेभी याताम् बे भी युः, बे भी याः, बे भी यातम्, बे भी यात, बे भी याम, बे भी याव, बे भी याम इति भवति. अग्रे सरामः भगिनि, अग्रिमं पठति वा? तत्र किम् आं भगिनि, आम् आम् बेबी इति अभवत्, तत्र जी छि इति अपि समानरीत्या एव भवति, अतः अग्रिमं प्रति गच्छामः. जी इति संयोगः भवति, छि इति चेचि भवति, अनन्तरं तदेव नूतनकार्यम् अत्र जुसि च एव लङ् प्रत्ययस्य प्रथमपुरुष बहुवचनस्य कृते उहु इति भवति, गुणः दीर्घगुणः भवति. अस्तु, संयोगपूर्वाः इकारान्ताः ईकारान्ताः च धातवः, क्री इति भवति संयोगपूर्व. ओके, देन् क्री क्री भवति, देन् चकारस्य स्थाने ककारः आयाति. नाट्योः वाट् इस् दट् सूत्र? 7-4 मध्ये अस्ति. कुहोश्चुः कुहोश्चुः इत्यनेन क्री क्री इति भवति देन् कुहोश्चुः इत्यनेन नाट् क्री छ्री क्री इति भवति अनन्तरं हलादिशेषः इत्यनेन हलादिशेषः इत्यनेन छ् क्री इति भवति अनन्तरं वाट् इस् द वेर् वि एड् द इकारः भवति पूर्वमेव गुणो यङ्लुपोः करोति चेत् तदा एव गुणः भवति किल ईकारः अस्ति हलादिशेषः कुर्मः चेत् तत्र किमपि नावशिष्टं भवति आं भगिनि सो प्रथमं गुणो यङ्लुकोः कार्यम् अनन्तरमेव न नो क्री क्री इति भवति चेत् भगिनि देन् हलादिशेषः इत्यनेन एव रेपः अपि लोपः गच्छति खलु आं सत्यं सो देन् देन् ईकारः ईकारः तिष्ठति देन् ची ची क्री इति भवति देन् गुणोयङ्ग्लुकोः ओके देन् गुणोयङ्ग्लुकोः भवति चेत् छे क्री इति भवति छे क्री इति नूतनधातु ओके क्री इति छे क्री भवति नेनि इति धातोः यथा तथा अत्र कार्यं समानम् एकं कार्यं वर्जयित्वा तत् एकं भिन्नं कार्यम् इदम् अजादि अपित् अजादि अजादि अपित् गुणनिषेधः भवति अजादि अपित् किम् अस्ति अजादि अपित् इति अति अति ओ दट्ट ओके प्रथमपुरुष बहुवचनम् अजादि अपित् गुणनिषेधः भवति तथा इयङ् आदेशः इयङ् आदेशः अचिष्णुधातु ब्रुवाम् इवोरियङ् वङ्गौ इत्यनेन अचिष्णुधातु ब्रुवां संयोगपूर्वधातोः कृते एव कार्यं करोति अत्र अचिष्णुधातु ब्रुवाम् इवोरियङ् वङ्गौ इत्यनेन इयङ् आदेशः भवति छेक्री योगः अति इति कृते छेक्री गुण ईकारस्य स्थाने इय् आदेशः भवति छेक्री योगः अति छे क्रियति इति भवति आं भगिनि तत्र अचिष्णुधातुभ्रुवं प्रथमवाक्यम् अनुवृत्ति केवलं पठतु भगिनि अस्तु भगिनि अचिष्णुधातुभ्रुवाम् इवोरियङ् वङ्गौ प्रत्ययान्त अङ्गं स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य अपि च ईकारान्त उकारान्तधातुरूपी अङ्गस्य भ्रूप्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादिप्रत्यये परे अनुवृत्तिसहितसूत्रं युवोः श्नु धातु ब्रुवाम् अङ्गानां यङ् उवङ्गौ अचि इति सूत्रं वदति आं भगिनि वयं बहुवारं दृष्टवन्तः अचिष्णुधातु ब्रुवाम् इवोरियङ् उवङ्गौ सामान्यसूत्रमस्ति सामान्यसूत्रमस्ति तत्र संयोगः असंयोगः किमपि न उक्तम् एकाच् अनेकाच् किमपि नास्ति केवलं तत्र परे अचि अच् प्रत्ययः परः अस्ति चेत् तत्र कार्यं भवति इयङ् उवङ् आदेश इकारान्तरूपी अङ्गम् अथवा उकारान्तरूपी अङ्गम् समीचीनं वा इदानीं लट् कुर्मः वा चेक्रि चेक्रि संयोगपूर्व इकारात् ददातु सो चेक्रि इति भवति चेक्रि इति कृते ति इति गुणः भवति हलादिपित् हलादिपित् इति अपि अजादिपित् बट् गुणः भवति सार्वधातुक आर्धधातुकयोः इत्यनेन चेक्रि इति चेक्रो योगः इति चेक्रो यो चेक्रोति इति भवति इति अनन्तरम् इति ओ चेक्रि क्रि चे ओ ओ ओ सारि भगिनि चेक्रे चेक्रेति क्षम्यतां भगिनि सेकेण्ड् लैन् ऐ वास् थिङ्किङ्ग् इन् मै मैण्ड् चेक्रेति चेक्रेति इति भवति चेक् अनन्तरम् ईति इति कृते छे क्रे योगः ईति एचो अयवायावः चेक्रयति चे न चेक्र ईति चेक्र यकार ईकारः यकार चेक्र इति इति भवति ति इति तः तः अति तः अपित् प्रत्ययः चेक्रीयोगः तः चेक्रीतः इति एव भवति देन् अति इति अजादि अजादि अपित् अजादि अपित् अत्र चेक्री इति नूतनधातु संयोगपूर्वधातु ककाररेपः अस्ति इत्यनेन अचिष्णुधातु ब्रुवाम् इवोरेङ् वङ्गौ इत्यनेन चेक्री अन्तिम ईकारस्य स्थाने इयङ् आदेशः भवति चेक्रै वडिबिसि चेक्रैति चेक् नुनु चेक् नुनु चेक्रीय अन्तिम ईकारस्य स्थाने इ भवति सो चे चेक्रि ह्रस्व इकारः भवति अपि च यकारः भवति अनन्तरम् अति यो अतियोजनेन चेक्रियति इति भवति चेक्रियति चेक्रियति इति देन् इति देन् सि ईषि देन् सि ईषि इति कृते गुणः भवति चेक्री इति धातु चेक्रे चेक्रेषि इति भवति आदेशप्रत्ययोः देन् ईषि चे गुणः अपि भवति ईषि इति अपित् प्रत्ययः चेक्रे योगः ईषि चेक्र ईषि इति भवति ईषि देन् सीतः गुणनिषेधः भवति हलादि पित् न हलादि अपित् इत्यनेन गुणनिषेधः भवति चेक्रीयोगः तः चेक्रीतः चेक्रीथ अनन्तरम् उत्तमपुरुष एकवचनं पित् प्रत्ययः मी इमि गुणा भवति सार्वधातुक अर्धधातुकयो इत्यनेन चे चेक्रे चेक्रेमि अनन्तरं चेक्रे योगः ईमि एचो अयवायवः ऐ चेक्र चेक्र ईमि यकार ईकार यकार ईकारः चेक्र ईमि इति भवति अनन्तरं वह मह चेक्रीयोगः वह मह द्वयोः अपि हलादि अपित् गुणनिषेधः योजनमेव चेक्रीवः चेक्रीमः इति भवति सम्यक् समीचीनं तत्र केवलं यदा वयं पूर्वस्मिन् धातोः दृष्टवन्तः समानमेव अत्र केवलम् एरनेकाचो जुसि च भवतु भगिनि जुसि च अत्रापि आसीत् किल केवलं तत्र एरनेकाचो संयोगपूर्वस्य इति कार्यम् आसीत् संयोगपूर्वः इति असंयोगपूर्वः इति कारणेन इदानीं संयोगपूर्वः अनेकाच् अस्ति अतः सामान्य सूत्रस्य प्रसक्तिः अचिष्णुधातु तदेव भेदः अन्यत् सर्वं समानमेव पश्यामः विजया भगिनी वक्तुं शक्यते वा आं महोदय लङ् साक्षात् लङ् एव करोति वा लोट् इत्यत्र तु समानरीत्या एव भवति लङ् केवलं जुसि च कार्यं भिन्नम् अस्ति तदेव वदतु चेक्री इति अङ्गं ददातु नूतनदातु चेक्री चेक्री योगः लङ् लकारः इत् ईत् ताम् चेक्री दीर्घं खलु सत्यं चेक्री दीर्घमेव अस्तु महोदय अत्र इत् ईत् ताम् उः इस् ईः तं त अं व म अत्र एतत् चक्र इति आगच्छति खलु महोदय, तत्र किञ्चित् हलादिपित्तु, अत्र किञ्चित् कार्यम् उक्तं खलु हलादिपित्तु, सर्वं चेक्री इत्यस्मात् एव आरम्भं करोतु, तदा एव सरलं भवति. यदा तकारः अलादिपित् अस्ति चेत् गुणकार्यम्, अजादिपित् अस्ति चेदपि गुणकार्यम्, हलादि अपित् अजादि अपित् अस्ति चेत् गुणनिषेधः, अजादि अपित् अस्ति चेत् अचिष्णुधातु ब्रुवां युवोरि अङ्गुवङ्गो, तावदेव कार्याणि. इदानीम् अत्र इत् अस्ति, एतत्तु इत् इत् द्वौ किमस्ति, पित् अस्ति, अतः तत्र हलादिपित् अस्ति, अतः तत्र चेक्री इति अस्ति, गुणः भवति चेक्री क्रे चेक्रे इति भवति, सार्वधातुक अर्धधातुकयोः एन् एव चेक्रो चेक्रो इति भवति. अनन्तरम् इत् योजनेन चेक्रोत चेक्रे गुणः इकारस्य गुणः एकारः किल, एकारः चेक्रेत् अनन्तर एकारस्य स्थाने अयादेशः भवति वा महोदय? सत्यम् अवश्यं भवति किल, यदा अकारः परः अस्ति चेत् ईत् अस्ति चेत् भवति, सकारः अस्ति चेत् सन्धिः न भवति किल, अचेक्रे इत् अचेक्रे अचेक्रयत् किमर्थं यकार अत्र एच् एचो यवायावः इत्यनेन एचो यवायवः यदा अच् परः अस्ति चेदेव भवति किल, इदानीं तकारः तु अच् नास्ति. आम् अचेक्रे आम् अचे ओ लङ् अस्ति अचेक्रे इति भवति अचेक्रे. अचेक्रे इति भवति. अनन्तरम् ईत् अस्ति, एतदपि गुणः भवति. एतत् अत्र अजादि पित्सु अस्ति, अतः तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति अचेक्रे इति भवति. इदानीम् अत्र अच् वर्णः अस्ति, अतः तत्र एषो यवा यावः इत्यनेन अचेक्रय इति भवति. अचेक्रय योगः ईत्, अचेक्र ईत् इति भवति अचेक्र ईत्. अनन्तरं साम् अस्ति, साम् एतत् हलादि अपित्स् अस्ति, अतः अत्र गुणनिषेधः भवति अचेक्र अचेक्रताम् इति भवति अचेक्रताम् चेक्री एव किल अचेक्रीता अचेक्रिताम् अचेक्रिताम् अत्र किमपि कार्यं नास्ति, वर्णमेलनमेव अचेक्रिताम् इति भवति. अनन्तरम् अत्र उहु अस्ति, उहु अत्र अजादि अपित् अस्ति, अतः तत्र अचिष्णुधातु ब्रुवा युवर् यङ् उवङ्गौ इत्यनेन अत्र उः अस्ति, अतः उवङ्ग् भवति. किं महोदय? जुषि च इति गुणः प्रथम जुषि च इत्यनेन अनुबन्धलोपानन्तरम् उः तिष्ठति. इदानीम् अचेक्री अत्र किम् अस्ति, अत्र किम् अस्ति महोदय अत्र अचेक्री अचेक्री इति ईकारस्य गुणः गुणवर्णः कः महोदय? अत्र उहु एव अस्ति खलु, उहु गुणः अत्र नास्ति, अजादि अपि अजादि अपि भवति भगिनि. जुषि आमामामाम् मया विस्मृतं, गुणः भवति. इदानीम् अचेक्री क्री स्थाने एकारः भूत्वा अचेक्रे इति भवति वा महोदय? अचेक्रे उहु मेलनेन एकार ओकारयोः कः सन्धिः अयादेशः एचो एव आयवः एव किल भगिनि अचेक्र अचेक्रयहु अचेक्रयहु अचेक्रयुः युः अचेक्र एचो यव यावः इत्यनेन अयादेशः भूत्वा अत्र उः इति अस्ति अतः तत्र अचेक्रयुः इति भवति अनन्तरं सकारः अस्ति एतत्तु सकारः हलादि अत्र गुणः भवति सकार ईकार ईकार ईः इति स्थाने गुणः भवति प्रथमं हलादि पित्स् अस्ति अतः तत्र अचक्रि इदानीं सार्वधातुक आर्धधातुकयोः इत्यनेन अचेक्रे इति भवति अचेक्रे अनन्तरम् अत्र अचेक्र अचेक्रेः रुत्वविसर्ग भूत्वा अचेक्रेः इति भवति अनन्तरम् ईः अस्ति ईः तु अत्र गुणः भवति एतत्तु अजादिपित्स् अस्ति अतः तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति अतः तत्र अचेक् अचेक्रे इति भवति अचेक्रे हीः भवति एचो यव यावः इत्यनेन अचेक्रय भवति ईः इत्यनेन अचेक्रयीः इति भवति सत्यम् अचेक्रयीः अनन्तरम् अत्र तम् अस्ति तं पूर्वमेव दृष्टवन्तः अचेक्रि तम् इति भवति किमर्थं चेत् अत्र निषिच इत्यनेन गुणनिषेधः भवति तादृशमेव अचेक्रि त भवति इदानीम् अम् अस्ति अम् तु अत्र गुणः भवति एतत्तु अजादिपित्स् अस्ति अतः तत्र अचेक्रि इति भवति सार्वधातुक आर्धधातुकयोः इत्यनेन अचेक् अचेक्रे इति भवति अचेक्रे अनन्तरम् अत्र एचो यव यावः इत्यनेन अचेक्रय इति भवति अनन्तरं तत्र अं योजनेन अचेक्रयम् इति भवति सत्यम् अनन्तरम् अचेक्र वम अत्र हलादि अपिच् अस्ति अतः गुणनिषेधः भवति अतः अचेक्र गुणनिषेधः भवति अतः अचेक्रीव अचेक्रीम इति भवति सम्यक् तावदेव धन्यवादः शक्नोमि आम् तत्र यदा अत्र तु केवलं तत्र अचिष्णुधातु ब्रुवाम् इत्येव विशेषः तत्र ईकारान्त ईकारान्तसंयोगपूर्वः असंयोगपूर्वः असंयोगपूर्वः अस्ति चेत् एरणैकाचो संयोगपूर्वस्य संयोगपूर्वः अस्ति चेत् सामान्यसूत्रम् अचिष्णुधातु ब्रुवां युवोरियङ्गोपम् इत्यनेन इयङादेशः तावदेव अत्र कार्यम् एकमेव धातुः तत्र दत्तः महोदय भवान् विधिलिङ्ग् उक्त्वा अग्रिमं पठति वा उकारान्त ऊकारान्त इदानीं चेक्रि इति धातुः अस्ति सर्वे अपितः अतः चेक् हलादि अपितः अतः किमपि कार्यं नास्ति अत्र चेक्रियाः चेक्रियातां चेक्रीयुः चेक्रियाः चेक्रियातं चेक्रियात चेक्रियां चेक्री चेक्रियां चेक्रियाव चेक्रियाम इति रूपम् इति रूपाणि अग्रे उकारान्तधातवः भूधातुः अस्ति तत्र द्वित्तं भूत्वा तत्र सरङ्गोः इत्यनेन तत्र अनन्तरं तत्र हलादिशेषः अतः हलादिशेषः नास्ति तत्र रत्वः चत्वम् अनन्तरं गुणो यकलोको भोभू इति भवति भोभू इति अस्ति तर्हि तथैव तत्र पोपू लोलु इति हलादिपिस्सु तत्र बभू इति तत्र बभोति इति गुणः भवति अजादिपिस्सु गुणः अपि च यचो याव इत्यस्य इत्याभ्याम् इत्यनयोः सूत्रयोः कार्याणि तत्र भो अजादि आम् सत्यम् अजादि बोभू योग इति तत्र भो भो इति भवति अनन्तरं तत्र यचो यावः भो भवीति इति हलादिपिस् अपिस्सु गुणनिषेधः अतः किमपि कार्यं नास्ति भो भूतः इति भवति अजादि अपिस्सु गुणनिषेधः उवङ् आदेशः अचिष्णुधातुभुवाङ् इत्यनेन उकारात् अत्र भोभू योग अति भो भूवति इति रूपं तत्र अजादि अपित् प्रत्ययक्षेत्रे विशेषः जुषि इत्यनेन तत्र गुणः भवितुमर्हति अत्र अतः अबोभू योग उः तत्र अबोभोः इति भवति अनन्तरम् अबो भवः इति यचो यवायावः इति भूत्वा तर्हि तत्र लट्लकारे वदामि भो भवति भो भवीति इति तत्र भो भवति इति गुणः भवति भो भो अनन्तरम् ईति अस्ति अत्र भो भो यचो यावत् भो भवीति इति भो भूतः इति गुणः न किमपि नास्ति द्विवचने अति तत्र अचिष्टुधातु इयङ् उवङ् इत्यनेन भो भवत् भो भोभू भो भूवति भो भूवति इति रूपं तर्हि तत् अग्रे भोभोषि इति भवति भो भवीषि इति तत्रापि गुणः भूत्वा यचो याव इति भो भवीषि इति भोभूतः भोभूतः भोभूत अग्रे भो अग्रे भो भूमि भो भवीमि इति भवति तत्र गुणः भूत्वा अत्र आजाद्या पित अस्ति चेत् तत्र यचो यावि सूत्रस्य कार्यं भवति भो भवीमि अग्रे भोभूवः भोभूमः इति रूपाणि अत्र अतः केवलम् अत्र अचिष्णु धातु ब्रुवाम् इत्यस्य एव कार्यम् अन्यत् किमपि किमर्थम् अत्र संयोगः नास्ति खलु भोभू संयोगः नास्ति चेत् ऐ थाट् एरनेका च संयोगपूर्वस्य इत्येव कार्यं भवति इति एरनेका च संयोगपूर्वः ईकारान्तधातूनां विषये एव एहे अनेका च ओके अस्तु अस्तु यण् एव विधीयते किल केवलं तद् ईकारान्तरूपिधातुः सामान्य तदेव सामान्यसूत्रम् अचिष्णु धातु ब्रुवां तत्र यदा ईकारान्तस्य विशेषः अस्ति चेत् एरणैकाहे इति इदानीं तु एहे नास्ति किल अतः सामान्यसूत्रं प्रति एव पुनः आगच्छामः अग्रे ऋकारान्तेषु तु सर्वसामान्यसूत्रं प्रति गच्छामः तत्र अचिष्णु धातु ब्रुवाम् इत्यस्यापि प्रसक्तिः नास्ति एरणेकाचो तु अवश्यं न भवति तत्र सर्वसामान्यम् इको एणचि प्रति गच्छामः अग्रिम ऋकारान्तेषु अस्तु युवोरियङ्गुवङ्गौ इकारान्त उकारान्त धातु एव युवोरियङ्गुवङ्गौ इत्यनेन इकारान्त उकारान्त एव एरनेका इस् ओन्ली फार् इकारान्तदातु एहे अनेक असंयोगपूर्व ओके अस्तु द्वयोः अपि स्मर्तव्यम् इकारान्त उकारान्त वा अनन्तरं संयोग असंयोग वा ओके एकं करपत्रं वयं बहु पूर्वं कृतवन्तः केवलं एतद् अचिष्णु धातु ब्रुवाम् एरणेकोच संयोगपूर्वस्य इणो यण् सर्वम् आसीत् एकं तत्र टेबल् रूपेण आसीत् करपत्रस्य सङ्ख्या सर्वं न स्मरामि परन्तु यदा वयम् अचिष्णु धातु ब्रुवाम् एरणेकाचो कृतवन्तः तस्मिन् समये कृतवन्तः इणो यण् सर्वम् आसीत् बहु पूर्वं तद् तद् यदा एकवारं पश्यति चेत् स्मरणे आगच्छति केवलं एतत् प्रदर्शितम् अस्तु भगिनी भवती एव लोट् वदतु भोभू योगः अत्र लोट् लोट् इति तु तु ईतु तात् तु ईतु भोभू योगः we go to that. Bobu yogaha tu tu iti pit prateha bo bu bo bho tu iti bhavati itu iti bo bhu gunaha bhavati bo bho itu bokarasya sthane yecho ayavayavah itinena avadeshah bo bha bo bha vitu vitu iti bhavati then tat guna nishedah bhavati bo bhu yogah tat bo bhu tat iti bhavati tu tat tam antu tam iti tam api apit prateha apit prate guna nishedah ityanena yojanameva bo bhu tam bo atu atu iti prateha atu ajadi apit atra atishnudad bruvam ivoriyangu vangau ityanena eva karyam bhavati ukaranta dhatu iti krite bo bu yogah atu bo bu yogah atu bo bhuvatu iti bhavati bo bu yogah atu bo bhuvatu iti bhavati then tu ta tam antu no change hi bo bo bu yogah hi iti krite ajadi not ajadi haladi apit so bo bu hi tam ta api guna nishedah bhavati guna bo bhutam bo bhuta iti bhavati ani ava ama sabe pratyah ajadi pit pratyah ityanena guna bhavati ityanena bo bhu yogah ani bhu gunah bhavati bo bho yogah ani bo bhavani bo bhavava bo bhavama iti bhavati satya samyak tavadeva tak samyak vidya bhagini punah lang bo bho iti arambham karani बोबु आं तस्य तु कण्ठस्थं भवति लङ् लकारः अद्य अत्र अभ्यासस्य च अनन्तरं ह्रस्वः भूत्वा बो भवति बोबु इति भवति अनन्तरं लङ् इत् ईत् ताम् उः इस् ईहि तं त अं व म इति अस्ति अत्र बोबु तकार अस्ति अत्र एतत्तु गुणकार्यं भवति हलादिपित्स् अस्ति अतः गुण भवति बोबु अनन्तरं तकारः अस्ति बोभूत् इति भवति वा महोदय ऊकारस्य गुणः कः ओकारः अस्तु बो बो बो इति भवति अनन्तरं शप् अस्ति एतत् अतः कुतः शब्दो न एतत् अभवत् एव सार्वधातुक अर्धधातुकयोः इत्यनेन एव बो बो भवति इदानीम् अवादेशः भवति खलु महोदय ओकारस्य स्थाने एचो एव यावः इत्यनेन तकारः किल भगिनि तकारः इति तकारः अत्र अचुवर्णः नास्ति अतः वर्णमेलनमेव बो बो भवतु एव वा लङ् सर्वत्र लुङ् लङ् लुङ् लङ् लुङ्षु अडुदातक इत्यनेन अडागमः भवति अतः अबो बोत् इति भवति अबो बोत् इति भवति अनन्तरम् ईत् एतत् अपि गुणकार्यं भवति अबो अबो भू इति भवति इदानीम् ईत् अजादि तित्स् अस्ति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति अबो बो भवति अद अनन्तरम् एचो य एतत् अच्वर्णः अस्ति अतः एचो यव यावः इत्यनेन अवादेशक ओकारस्य स्थाने अवादेश भूत्वा अबो अबो बौ अबो भवीत् इति भवति अबो भवी अबो भवीत् इति भवति अनन्तरं ताम ताम् अस्ति अत्र ताम् ताम् अजादि अपि अस्ति अत्र एतत् गुणनिषेधकः भवति मिति च इत्यनेन अतः अत्र गुणनिषेधकः सार्वधातुकम् अपि अस्ति अतः अत्र अबो अबो अबो भूताम् इति भवति अबो भूताम् अबो भूतम् गुणनिषेधकः अबो भूताम् इति भवति अनन्तरम् उः अस्ति उः तु जुषि च इत्यनेन गुणकः भवति विशेषतया अत्र एतत् उः अबो अत्र गुणकः भवति अबो भूस्थाने ओकारः भूत्वा अबो भो अबो अबो भो अबो अबो भो योगः उः ओकारस्य स्थाने उवङ्ग अचिष्णु धातु भ्रुवो इवो रियङ् उवङ्ग इत्यनेन अत्र उवङ्ग आदेशः भवति उव अबो किमर्थं भगिनि इदानीं तु जिस्सी च इत्यनेन बाधितं किल बाधितं वा भवति खलु महोदय ओ एतत् बाधित्वा एव जुषि च इति बाधित्वा एव अत्र अचिष्णु धातु भ्रुवो इव अस्तु एतत् कार्यं करोति अतः तत्र अबो अबो भूः किम् अस्ति अत्र उवङ्ग् अस्ति अबो किं महोदय अभो भो इति अभवत् किल जुषि च गुणः समीचीनः गुणः अनन्तरम् उः उः इति प्रत्ययः इदानीमपि अस्ति उः इति प्रत्ययः इदानीम् ओकारः उकारः एचो यवायावः अवादेशः अभो भवुः तावदेव यदा गुणनिषेधः तदा एव उवङ्गादेशः इदानीं तु गुणः तत्र अपवादत्वेन जातः अतः पुनः अचिष्णु धातु ब्रुवां न आनयन् तस्य प्रसक्तिः न भवति बाधितं भवति अवगतं वा अतः तत्र अबो बहुः इत्येव भवति रूपं सत्यम् इत्येव इदानीम् इस् इः अत्र एतत् इस् हलादि अपि हलादि अपि अस्ति अतः गुणनिषेधकः भवति अतः अबो अबो अबो भू अबो भू ऋत्वविसर्गौ भूत्वा अबो भूः इति भवति अनन्तरम् ईः अस्ति एतत् गुणकार्यं भवति अजादि पिच् अस्ति सार्वधातुक आर्धधातुकयोः इत्यनेन अबो भो भवति अदन अनन्तरम् एचो यव यावः इत्यनेन अबो भव अबो भवीः इति भवति अबो भविषि इति भवति अनन्तरं तम् अत्र अबो भूतम् अबो भूत इति भवति अत्र गुणनिषेधकः भवति अनन्तरम् अम् अस्ति अम् अत्र गुणकार्यं भवति अत्र अजादि पित्स् अस्ति अजादि पित्स् अतः तत्र किमस्ति सार्वधातुक आर्धधातुकयोः इत्यनेन किम् अस्ति अबो अबो भो भवति ऊकारस्य स्थाने ओकारः भूतु अबो भो अनन्तरम् एचो यव यावः इत्यनेन अबो भव अनन्तरम् अबो भवम् इति भवति अबो भवम् अनन्तरं तामस्ति अबो भूव अबो भूम इति भवति समीचीनं वा महोदय अबो भूव अबो भूम सम्यक् भवती एव विधिलिङ्गपि वदतु भगिनि तत्र केवलं वर्णमेलनमेव यात् यातां युः याः यातं यात यां याव याम अत्र अबो बो अबो भू भवति अबो भू अबो भू अबो भू अत्र गुणनिषेधक सर्वत्र भवति अत्र अतः तत्र अबोभूयात् अबोभूयाताम् अबोभूयुः अबोभूयाः अबोभूयातम् अबोभूयात् अबोभूयाम् अबोभूयाव अबोभूयाम इति भवति सम्यक् सम्यक् भगिनी धन्यवादः धन्यवादः अतः उकारान्त ऊकारान्तदातवः तत्र तु केवलं किमपि वैशिष्ट्यं नास्ति यथा वयं संयोगपूर्व इकारान्त ईकारान्त दृष्टवन्तः समानरीत्या अचिष्णु धातु ब्रुवाम् इत्यस्य कार्यं भवति अजादि अपित्सु चुसि च इत्यस्य इङन्तस्य अङ्गस्य गुणः भवति लङ्लकारे तावदेव तत्र किमपि वैशिष्ट्यम् इति नूतनसूत्रमिति किमपि नास्ति चकारान्तं कुर्मः वा समयः अस्ति वा आम् वैशिष्ट्यं विजयभगिन्याः अव्यल् कुर्वन्ति करोति तस्य तु लङ्लकारस्य कण्ठस्थम् अभवत् इदानीं महोदय भवान् ऋकारान्ताः वदतु महोदय ऋकारान्तदातवः अत्र ऋकारं दातु किम् अस्ति भगिनि तत्र कृ वा कृ वा तत्र कृ धातुः कृ धातोः तत्र रूपद्वयं कृ धातोः तत्र ऋतश्च इत्यनेन तत्र उहोश्चु इति भवति अनन्तरं ऋतश्च इत्यनेन तत्र चरि ऋकारः ऋग् रीक् अपि च रिक् इति आदेशः तर्हि रि चर्कृ इति एकं चरिकृ इति एकं चरीकृ इति एकम् तत्रैव तथैव तत्र हृ धातुः उरत् भगिनि उरत् इत्यनेन एव खलु ऋतश्च इति सूत्रं ऋतश्च इत्यनेन खलु ऋतश्च 7492 रुक् रिक् रीक् इति आदेशः ओ अस्तु 7492 इति भवति क्षम्यता अनेन तत्र एतादृशम् अरूपम् आगच्छति चर्तृ चरि चरिकृ चरीकृ आदेशत्रयम् एकेनैव सूत्रेण तत्र केचन अपवादाः अपि आसन् किल तत्र केचन स्थलेषु रिक् एव आगच्छति इति आसीत् इदानीं मनसि नास्ति अत्र अन्वेषणं कृत्वा एव वक्तुं शक्यते तत्र ऋतस्य इति आमृकारान्तानाम् अस्ति ऋग्रिकौलुकि तत्र उपदायामपि भवति खलु न उपदा दट्स् ओन्लि फार् यङ्ग् महोदय ऐ थिङ्क् उपदस्य उपदस्य दट् ऐ थाट् इस् फार् यङ्ग् अपि च अपि च तत्रापि भवति रिक् तत्र रिक् रिकौ तदपि भवति आं केचन अपवादः आसन् तस्य इदानीं न प्राप्तुं शक्यते प्राप्तम् इति चिन्तयामः रीघृतवत् इति वक्तव्यं ऋगुपदस्य च ऋगुपदस्य च ऋदुपदधातोः अभ्यासस्य री इति आगमो भवति यङि यङ् लुकि च केवलं रीक् इति आगमः रीघुपदस्य च यङ् लुकि च अपि तद् आं तद् अग्रिमसूत्रं तद् 91 यदा भगिनी उक्तवती रुक् रिकौ च लुकि ऋदुपदधातोः अभ्यासस्य रुक् रिक् इति आगमो तत्र केवलं रुक् रिक् तदेव एतत्र एतत् ऋतश्च इत्यनेन त्रयः आगमाः रुघ्रिकौ इत्यनेन ल्यङ्लुकि आगमद्वयं ऋगुपदस्य च इत्यनेन रीक् इति आगमः यङ् यङ्लुक् परन्तु ऋतुपदधातोः विषये मृत् मृत्तुधातुः तादृशम् भगिनी पुनरेकवारं वदतु भगिनी ऋतस्य इत्यनेन त्रयः आगमः तत् आर्डर् मध्ये क्रमेण आगच्छामः ऋगुपदस्य च 97490 समीचीनं तत्र ऋतुपदधातोः अभ्यासस्य रीक् इति आगमः यङि यङ् लुकि च केवलं रीक् आगमः रुक् ऋगौ च लुकि 91 सूत्रसङ्ख्या 91 तत्रापि ऋतुपदधातोः अभ्यासस्य रुक् ऋक् आगमद्वयं तत्र परन्तु यङ् लुकि एव ऋतश्च इति अग्रिमसूत्रं 92 तत्र आगमत्रयं रुक् ऋक् रीक् तत्र अनुवृत्तिरूपेण आगच्छति पूर्वस्मात् सूत्रात् रुक् ऋक् रीक् त्रयमपि तत्र आदेशः भवति सामान्यतः पाणिनि अङ्गान्ते आदौ करोति अनन्तरम् उपादायम् आगच्छति अत्र विशिष्टमस्ति उपादायम् आदौ प्रथमम् अनन्तरं सत्यम् आम् सत्यं सत्यं प्रथमं ऋतुपदं कृतवान् अनन्तरं ऋकारान्तं सत्यम् यतः सार्धात्कारयोः पुगन्तलघुपदश इति तत्र तादृश तत्र विशिष्टम् अनुवृत्ति आवश्यकम् इति कृत्वा सः प्रायः तादृशं कृतवान् प्रथमं आवश्यकं खलु अतः तत्र आदौ कृतवान् अनन्तरं तत्र अनुवृत्ति अत्र सर्वत्र भवति आम् सत्यं ऋतश्च इत्यनेन भवति सत्यं समीचीनम् अग्रे महोदय पञ्चनिमिषान् भगिनि आम् भवान् एव महोदय तत्र हलादि पित्सु किं एकनिमिषः कुत्र अस्ति एकनिमिषः कुत्र गतं एकनिमिषत्र गतम् एकनिमिषः कुत्र हल अस्तु तर्हि तत्र चर्कृ चरि चर्कृ चरिकृ चरीकृ जर्हृ जरिहृ जरीहृ इति भर्भृ बरिभृ बरीभृ इति तत्तादृश भृ धातुः हृ धातुः कृ धातोः रूपाणि त्रीणि त्रयः धातवः भवन्ति अग्रे त्रयरूपाणि धातूनां त्रय त्रीणि रूपाणि भवन्ति हलादिपिस्सु गुणः तत्र सामान्य इति अस्ति अत्र चर्कृ योगति चर्कर् चर्कर्ति इति भवति अजादिपिस्सु गुणः गुणः भवति सार्वत्रिक इत्यनेन चर्कृ योग ईति तत्र चर्करीति इति तत्र किमपि नास्ति अत्र एचो इति सूत्रं नास्ति चर्करीति इति हलादि अपिस्सु गुणनिषेधः अत्र चर्कृतः चर्कृतः इति रूपम् अजादि अपिस्सु गुणनिषेधः चर्कृ चर्कृ इति अस्ति अति इति अस्ति अत्र सामान्य सूत्रमस्ति अत्र अचिष्णु इति किमपि नास्ति तत्र चर्क्रति इति एकमस्ति चर्कृ इत्यस्य धातोः रूपाणि तथैव अन्यत्र चरिकृ इत्यस्य अपि तथैव भवति इति चिन्तयामि चरिकृ चरीकृ इत्यस्य अपि अजादि प्रत्ययक्षेत्रे विशेषः अजादि क्षम्यताम् अजादि अपि अजादि अपित् प्रत्यये परे जुषि चैत्यनेन तत्र गुण भवति इति अस्ति अत्र अचर्कृ उः इति अस्ति तत्र गुणः भवति अचर्करुः इति भवति अचर्करुः अचर्करुः इति इको एनच् इति वयं पठितवन्तः अस्तु चर्क् लट् लट् खलु अस्तु चर्कृ गुण चर्कृ चर्कृ योग टि तत्र गुणः चर्कर्ति इति भवति चर्कृ योग ईति चर्करीति इति तत्र गुणः भूत्वा तत्र वर्णमेलनं चर्करीति इति चर्कृ योगतः किमपि नास्ति चर्कृतः इति भवति चर्कृ योग अति अत्र शर्करया अति अत्र तत्र अत्र इको एणक् इत्यस्य सामान्यसूत्रमस्ति अतः चर्क्रति इति रूपं चर्क्रति इति अग्रे चर्कृ योगसि इति अस्ति चर्कर् योगसि इति अस्ति चर्कर्षि इति भवति खलु एकनिमिषः चर्कर्षि वा चर्कर्षि खलु आम् सत्यं चर्कर्षि सूत्रं किम् अस्ति भगिनि सर्वधातुकार्थधातुकयोः न न तर्कर् शिवा शिवा इति भवति इति तत्र नास्ति खलु आदेशप्रत्ययोः इण्कोः इण् अस्तु अस्तु अस्तु अस्तु इण् अस्ति खलु तत्र अस्ति अस्ति चर्कर्षि चर्करीषि इति चर्करीषि इति तत्र गुणा भूत्वा वर्णमेलनं चर्कृतः चर्कृत इति भवति चर्कृयोग मि चर्कर्मि चर्कर्मि इति भवति चर्करीमि इति अन्यद् रूपं चर्कृवः चर्कृमः इति रूपाणि सम्यक् समीचीनं महोदय तत्र वयं प्रायः अग्रिमसप्ताहे तस्य अग्रे चरिकृ चरीकृ इत्यस्य अपि साधयित्वा एकवारं पश्यामः तत्र भेदः तदेव खलु भगिनि तत्र कृ करोति इति खलु बुक्रुञ्चकरणे तदेव आम् तत्र चरीकृ इति प्रायः अग्रिमसप्ताहे कुर्मः तत्रापि समानरूपमेव आगच्छति केवलम् अभ्यासार्थं समीचीनं वा चरीकृमः अग्रिमकक्षायां पुनः आम् पुनः पुनः कुर्मः तदापि स्मरणे सत्यं पौनःपुण्यम् अत्र एव धन्यवादः धन्यवादः भगिनि धन्यवादः महोदय शुभरात्रिः नमस्कारः